अस्तु तर्हि अस्माकं विषयः गते सप्ताहे चतुर्थी विभक्तिः आसीत्, अपि च तत्सम्बद्धः गृहपाठः अपि जातः। अतः वदन्तु, प्रश्नः अस्ति वा? वदतु। द्वे वाक्ये स्तः भक्तियोगेन यः सेवेत सः ब्रह्मभूयाय कल्पते। कुत्र अस्ति? तत् भक्तियोगेन यः सेवेत सः ब्रह्मभूयाय सेवेत इति विधिलिङ्ग् वयं कृतवन्तः वा? विधिलिङ्ग् अस्ति आत्मनेपदे, नाम यथा विधिलिङ्ग् किञ्चित् अहं प्रायः उक्तवान् कदाचित्, यथा स्यात् इति कदाचित् उक्तवान्, स्यात् इति शब्दः विधिलिङ्ग् अस्ति। वयं कुत्र स्मः? आकाशे न इदानीं पुस्तकमस्ति वा पुरतः भगिनि? अस्तु, इदानीं चतुर्थी विभक्तिः इति अत्र षट्पञ्चाशत् अधिक शततमे पुटे तत्र गृहपाठः आसीत्। एकं पञ्च षट् अत्र भगवद्गीतायाः वाक्यमस्ति भक्तियोगेन यः सेवेत सः ब्रह्मभूयाय, भूयमिति पदम् अस्ति, भूयाय इति चतुर्थी अस्ति, ब्रह्मभूयाय कल्पते, नाम ब्रह्मभूयाय ब्रह्मणि विलीनः भवति इति अर्थः अस्ति। कल्पते इति वयं जानीमः, कल्पते तस्य चतुर्थीविभक्तिः भवति, नाम तस्य फलं तथा भवति, फलमिति चतुर्थीविभक्तौ भवति। तत्र अन्यमेकं वाक्यं मात्रा स्पर्शाः कुत्र? तस्य यं न व्यथयन्ति सः अमृतत्वाय कल्पते, तदपि न सम्यक्तया अवगच्छामि। मात्रास्पर्शाः अत्र मात्रास्पर्शः इति शब्दं जानाति वा? मात्रास्पर्शं शब्दं जानाति, मात्रास्पर्शाः यं न व्यथयन्ति, यं न व्यथयन्ति सः, नाम यस्य मनसि बाधा न उत्पादिता व्युत्पत्तिः भवति, बाधा न उत्पद्यते यस्य मनसि लोकस्य स्पर्शेन, लोके अस्माकं मनः दूषितं भवति लोके खलु, आकर्षणेन एतत् सर्वम् इति मात्रस्पर्शः इति विषयः अस्ति। वाक्यस्य विषयः अवगम्यते न वा? नाम सामान्यतया यः कोऽपि लोके वसति तस्य नाम बहु किमपि आकर्षणं भवति यशो भवति महिला भवतु एतत् भवतु नाम भवतु प्रसिद्धिः भवतु एतत् सर्वं नाम कस्यचित् मनसि भवति न वा लोके लोके भवति अत्र लिखितमस्ति मातृस्पर्शः मातृस्पर्शः इति नाम यस्य सम्पर्कः यस्य कस्यचित् सम्पर्कः भवति लोके इति मातृस्पर्शः सम्पर्कः वस्तूनां लौकिकस्पर्शः यस्य तस्य मनसि बाधा भवति सः दूषितः भवति सः पतति अधोभागे पतति तेन कारणेन इति अत्र लिखितमस्ति यत् यः लोके न पतति यः न पतति अस्मिन् लोके सः अमृतत्वाय कल्पते तस्यापि मनसि तस्य मनः ब्रह्मलीनं भवति मनसि अन्यत् प्रकारेण वक्तुं शक्नुमः नाम मात्रास्पर्शाः नाम लौकिकसम्पर्कः इति अर्थः शब्दस्य अर्थः सः अन्य अर्थः नास्ति मातुः अर्थः नास्ति अत्र न अस्तु मात्रा अत्र यथा मात्रमिति वदामः खलु मात्र केवलं केवलं मातुः अतः नास्ति न कोऽपि सम्बन्धः किमपि नास्ति किमपि नास्ति दूरसम्बन्धः अपि नास्ति अत्र गीता तत्र श्लोकः अस्ति द्वितीयभागे पञ्चदश श्लोकः अस्ति न गीता भगवद्गीतायां द्वितीयाध्यायः द्वितीयाध्यायः तत्र पञ्चदश श्लोकः तत्र पठति चेत् तत्सर्वं प्राप्यते उदाहरणं वाक्यम् अहं ज्ञानार्थं भगवद्गीतां पठामि कुत्र अस्ति ओ अहं ज्ञानार्थं भगवद्गीतां पठामि अत्र ज्ञानार्थम् अर्थमिति चतुर्थी विभक्तौ अस्ति किमर्थं यत्र नाम अहं वक्तुं शक्नोमि ज्ञानाय इत्यस्मिन् अर्थे ज्ञानार्थम् अर्थः समानः तत् चतुर्थी विभक्तेः इक्विवलेण्ट् समानमस्ति अत्र कल्पते किं लिखितमस्ति अत्र भगिनी पठतु कल्पते तस्य प्रयोगे कस्मै कल्पते तस्य चतुर्थी विभक्तिः भवति उदाहरणार्थम् आसुरीसम्पत् बन्धनाय कल्पते आसुरीसम्पद्बन्धनाय कल्पते तस्य फलं कस्यचित् कार्यस्य फलमस्ति फलं यत्र यथा अध्ययनं सफलाय कल्पते अध्ययनं ज्ञानाय कल्पते फलं उदा उदार वाक्यं बन्धनं फलमस्ति अतः चतुर्थी विभक्ति तत्र भवतः प्रश्नः कः असुरि सम्पत् बन्धनाय कल्पते नाम तस्य फलमस्ति बन्धनम् अहं तत् उक्तवती तदेव अस्ति तदेव अस्ति तस्य फलमस्ति तर्हि वाक्यं वदन्तु कल्पते इति अस्य सर्वे वदन्तु सन्ध्या भगिनी अपि वदतु कल्पते इत्यस्य उदाहरणं कल्पते वाक्ये कल्पते प्रयोग संस्कृताध्ययनम् आनन्दाय कल्पते व्यायामं व्यायामं समीचीनाय आरोग्याय कल्पते सन्ध्या भगिनी अग्रे वदति वा अहं चिन्तयामि अस्तु सम्यक् चिन्तयतु अन्यत् महोदय वदति वा चोः बुभुक्षः बुभुक्षा क्षम्यतां शिशोः बुभुक्षा तस्य रोदनाय कल्पते रोदनं रोदनाय सम्यक् अस्ति अस्तु भगिनी वदति वा सन्ध्या भगिनी भवति इति भवति इति चिन्तयतु आरोग्याय निद्रां कल्पते आरोग्याय निद्रां कल्पते आरोग्यं नाम स्वास्थ्यं खलु निद्राय कथं न न न न न निद्रा आरोग्याय कल्पते विपरीतमस्ति भगिनि नाम भवती किं वक्तुमिच्छति निद्रा सम्यक् इति खलु अहं न अवगच्छामि अहं चिन्तितवती चतुर्थीविभक्तौ यद्भवति तत् फलमस्ति कार्यस्य आम् परन्तु कल्पते उपयोग्यं कठिनः न कठिनं नास्ति सर्वे वदन्ति भवती अपि वक्तुं शक्नोति अत्र सिद्धता परीक्षायां साफल्याय कल्पते सिद्धता परीक्षायाः साफल्याय कल्पते इति उदाहरणम् व्यायामं समीचीनाय आरोग्याय कल्पते यत्र फलम् अस्ति फलं यत्किमपि कुर्मः तस्य फलं भवति भवती बहु परिश्रमं कृतवती तदानीमेव मेडिकल् स्कूल् तत्र मध्ये भवत्याः प्रवेशः जातः अतः परिश्रमः प्रवेशाय कल्पते इति वदामः फलं फलमिति चतुर्थी विभक्तौ अस्ति. प्रवेशः इति फलं खलु भवत्याः प्रवेशः. प्रवेशाय कल्पते. कल्पते. अस्तु, प्रथमश्लोकं पठतु. कृषिः इति हार्ड् वर्क्. कृषिकार्यं सामान्यतया फार्मिङ्ग् इति वदति खलु. परिश्रमः कृषिकार्यं नाम फार्मिङ्ग् इति आङ्ग्लभाषायां वदन्ति. कृषि इत्युक्ते फार्मिङ्ग्. परिश्रमः हार्ड् न. सः वदति कृषि. पुनः वाक्यं वदतु. कृषिं धनाय कल्पते. धनाय कल्पते. अहं न जा तादृशप्रयोगः मया न श्रुतः. किन्तु कृषिः इति कृषिमिति नास्ति, कृषिः इति अस्ति. द्वितीयं भक्तिः इति नास्ति, अत्र प्रथमभक्तिः अस्ति. कृषिः धनाय कल्पते. कृषिः प्रथमभक्तिः अस्ति. अस्तु, श्लोकं पठतु. एतेषु श्लोकेषु चतुर्थी विभक्तिरूपाणि अवलोकयत. कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः. अत्र यत्र नमः अस्ति तत्र चतुर्थी विभक्तौ भवति खलु. अग्रे पठतु. प्रपन्नपारिजाताय तोत्रवैत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः. पुनः चतुर्थी विभक्तौ अस्ति. अग्रे परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे. न कदापि श्रुतवती खलु. अहं जानामि, अहं सम्यक्तया जानामि. अस्तु, तत्र अत्र परित्राणाय साधूनां परित्राणाय विनाशाय दुष्कृताम् अनन्तरं संस्थापनार्थाय सम्भवामि युगे युगे. इति अर्थः स्पष्टः वा? शिल्पा भगिनी आगच्छति वा? प्रसिद्धश्लोकः अस्ति. आम्, विष्णुः यदा धर्म एकथं वदामि, यदा धर्म न यदा धर्म लघु अस्ति तर्हि तदा विष्णुः पृथ्व्याम् आगच्छति, पृथ्वीम् आगच्छति अनि पुनः बहु करोति. धर्मस्य साधूनां परित्राणाय कुत्र साधूनां परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि. नाम कारणत्रयमस्ति तत्र. परित्राणं साधूनां विनाशाय च दुष्कृताम् संस्थापनार्थाय सम्भवामि युगे युगे. पुनः आगच्छामि. परित्रणाय त्रीणि कारणानि सन्ति. साधूनां साधूनां परित्राणं तदर्थं परित्राणं परित्राणं यत्र मुक्त्यर्थं मुक्त्यर्थं परित्राणं ओके विनाशाय नाशः नाशः नाशः तत्र ये जनाः न सम्यक् न सन्ति ये जनाः असमीचीनाः सन्ति तेषां नाशार्थं ते नष्टाः भवेयुः दुष्कृतां नाम दुर्जनानां दुर्जनः दुर्जनाः तेषां तेषां दुष्कृता नाम दुर्जनानां अस्तु दुर्जनानां विनाशाय धर्म संस्थापनार्थाय संस्थापनं नाम प्रतिष्ठा प्रतिष्ठार्थं प्रतिष्ठां नाम भवती उक्तवती यत्र धर्मः धर्मस्य ग्लानिः अथवा धर्मः पतितः अस्ति तस्य उपरि आनयनार्थम् इति लिखितमस्ति सन्ध्या भगिनी आगच्छति वा चतुर्थी विभक्त्यस्य फलं फलमस्ति फलं फलं फलम् इति अर्थः अवगच्छामि अस्तु भगिनी अग्रे अत्र गीतामृतदुहे इत्युक्ते कुत्र द्वितीयश्लोकं ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः गीतामृतदुहे दुहे इत्युक्ते पश्यामि यदि अहं दोग्धि अत्र दुहे नाम दोग्धि इति तत्र दुह इति धातुः अस्ति दुग्धं क्षीरं हा दुग्धं तस्य सम्बन्धित अर्थः अस्ति यः स्वीकृतवान् अमृतं स्वीकृतवन्तः तस्मै नमः अस्तु इदं ते नाथ पस्काय ना भक्ताय कदाचन ने चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति खण्डशः पश्यामः अत्र इदं ते इत्युक्ते तुभ्यं चतुर्थी विभक्तौ अस्ति इदं नाम उपदेशः अस्ति नाम कृष्णः स्वस्य उपदेशं तेषां कृते सः न ददाति उपदेशं सः तेषां लाभाय सः न करोति सः उपदेशं न ददाति केषां कृते अत्र लिखितमस्ति अस्मिन् श्लोके केषां कृते न ददाति केषां कृते अत्र तपस्का ये तपसं न कुर्वन्ति तेषां कृते न ददाति न भक्ताय यः यस्य मनसि यः भक्तः नास्ति अभक्तः यः अभक्तः अस्ति यः भक्तः नास्ति तस्मै अपि न ददामि उपदेश कदाचिदपि न ददामि अशुश्रूषवे ये न शृण्वन्ति ये श्रोतुं नागच्छन्ति गतसप्ताहे वयं दृष्टवन्तः अत्र सन् प्रत्ययः अस्ति सन् शुश्रूषुः तस्य चतुर्थी किं शुश्रूषुः अत्र लिखितमस्ति न च अशुश्रूषवे यः श्रोतुं नच्छति कृष्णः वदति मम उपदेशं यः श्रोतुं न इच्छति तस्मै अहं न ददामि उपदेशम् अवगच्छामि न वा माम यह अभ्यसूयति वाच्यम नचम ये शा मनसि असूया अस्ति अभि असूयति असूया ईर्ष्या ईर्ष्या येषा मनसि अस्ति तेषामपि कृते न ददामि इति अर्थः संध्या भगिनी अवगच्छति वा न अवगच्छामि न कुत्र स्मः इति जानाति न अहम् अत्र अस्मि न न न तत्र न नाम कुत्र पुस्तके कुत्र स्मः इति जानाति वा तर्हि किं न अवगच किं न अवगच्छति अहं सर्वम् उक्तवान् किं कोऽपि प्रश्नः वा अन्तिमश्लोकः तत्र अन्तिमश्लोकः अस्ति तत्र भवत्याः कोऽपि प्रश्नः अस्ति वा समानमस्ति चित् चन समानम् परन्तु कदाचित् कदाचन कश्चित् यथा कश्चित् जनः तत्र अस्ति कः इति न जानामि कश्चित् तत्र कश्चित् अथवा कश्चन अपि वक्तुं शक्नुमः कश्चन जनः अथवा कश्चित् भेदः नास्ति चित्चन समानम् ये न ये भक्ताः न सन्ति यः भक्तः नास्ति अत्र न अभक्तः तस्मै अभक्तः यः अभक्तः अस्ति सः तस्मै अहम् उपदेशं न ददामि इदानीम् अवगच्छति वा इदं नाम प्रथमवाक् प्रथमशब्दः अस्ति इदम् इदं नाम उपदेशः अनन्तरं ते इत्युक्ते तस्मै ते ते ते इति ते इत्युक्ते ते तुभ्यं तुभ्यं त्वमिति चतुर्थि तत् तुभ्यम् अथवा ते ते अपि अस्ति यथा नमस्ते तत्र ते इति तुभ्यं तत्र चतुर्थी विभक्तिः अस्ति खलु नमः यत्र नमः अस्ति तत्र चतुर्थी भवति तर्हि नमस्ते ते इति चतुर्थी अस्ति नमस्ते इति जानन्ति खलु अतः उदाहरणमस्ति नमस्ते इति नूतनशब्दः किन्तु नमस्ते इति नमः इति चतुर्थी भवति नूतना सूचना अस्तु तर्हि इदं ते न अतपस्काय न अतपस्काय सन्ध्या भगिनी भवत्याः कृते अहं वदामि इदानीं न अतपस्काय यः तपः न करोति सः तपस्कः शब्दः अस्ति तपस्कः तपस्कः तत्र अतपस्कः न विद्यते तपः यस्मिन् सः अतपस्कः न विद्यते तपः यस्मिन् सः अतपस्कः न अतपस्काय यः तपः न करोति सः अतपस्कः तस्मै अहं स्वस्य उपदेशं न ददामि न अतपस्काय न तपस्काय न भक्ताय न अभक्ताय न अभक्ताय न भक्ताय कदाचन सन्ध्या भगिनी अवगच्छति वा न च अश्रुश्रूषवे यः न श्रोतुमिच्छति सः अश्रुशुः अश्रुश्रूषुः इति न श्रोतुम् इच्छति सः यः तस्मै अपि च यः अभि असूयति यः यस्य मनसि ईर्ष्या अस्ति तेषां जनानां कृते मम उपदेशः नास्ति अस्तु अग्रे गन्तुं शक्नुमः वा स्पष्टमस्ति वा हा सन्ध्या भगिनी वदतु भवत्याः अनुमत्या विना अहं किमपि कर्तुं न शक्नोमि अनुमतिः अस्ति वा Permission? अनुमतिः अस्तु तर्हि अग्रे गच्छेम इदानीम् अस्तु लक्ष्मी भगिनी पठतु अन्धाय अन्धाय देहि एतां कथां सावध ओ करेक्ट् अन्धाय अनन्धाय देहि अन्धाय अनन्धाय एतां कथां सावधानतया पठत पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत् तस्य सुवर्चला नाम गुणवती कन्यका आसीत् सुवर्चला यदा प्राप्तवयस्का जाता तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत् तर्हि अत्र विषयस्य अध्यायस्य विषयः कः अन्धाय अव्ययानि अव्ययं नाम किम् अत्र विभक्तिभेदः विशेषतः नास्ति विभक्तिभेदः विशेषतः नास्ति अत्र अव्ययमिति पुरा नाम पुरातनकाले पूर्वं पुरा पुनः पठतु पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः सर्वशास्त्रकोविदः नाम सर्वाणि शास्त्राणि सर्वेषु शास्त्रेषु सर्वेषु शास्त्रेषु कोविदः कोविदः नाम यस्य कौशलमस्ति नैपुण्यं यस्य नैपुण्यम् अस्ति कस्मिंश्च विषये सः कोविदः सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत् तस्य सुवर्चला नाम गुणवती कन्यका आसीत् स्पष्टं स्यात् शप भगिनि सर्वं स्पष्टमस्ति नाम केवलम् ओके गुणवती तस्य कन्या पुत्री ओ पुत्री आसीत् अस्तु गुणवती नाम गुणः गुणसम्पन्ना गुणः इति जानाति खलु गुणः तस्य सर्वे गुणाः समीचीनाः सन्ति वा अत्र गुणः इत्युक्ते सम्यक् गुणः ओ अस्तु गुणवती यथा धनवान् इति जानाति वा बुद्धिमान् बुद्धिमान् इति अवगच्छति वा बुद्धिमान् यस्य बुद्धिः अस्ति सः बुद्धिमान् यस्य गुणः अस्ति सः गुणवान् स्त्रीलिङ्गे गुणवती अवगच्छामि गुणवती अस्तु गुणवती अस्तु सुवत्सला यदा प्राप्तवयस्का जाता तदा प्राप्तवयस्का नाम अवगच्छति खलु जानामि तर्हि किञ्चित् वदतु प्राप्तवयस् वयस् नाम वयः नाम कति वर्षाणि जातानि कस्यचित् जीवने यत् लघु कादम्बरी तत्र पञ्चवर्षीया अस्ति इति वयः इति वयः अहं प्रष्टुं शक्नोमि भवत्याः वयः किम् अहं पञ्चवर्षीया इति कादम्बरी वदिष्यति पञ्चवर्षीया तत्र प्राप्त लघु बालकः अस्ति चेत् पञ्चवर्षीयः वदति पञ्चवर्षीयः पञ्चवर्षीयः पञ्चवर्षीया तर्हि अत्र प्राप्तवयस्का प्राप्तवयस्का नाम वदतु संस्कृतेन किमपि वदतु पञ्चवर्षीया अस्ति इति वा न प्राप्तवर्ष तत्र किमर्थं प्राप्त नाम विवाहयोग्या जाता विवाहयोग्या जाता सम्यक् सम्यक् प्राप्तवयस्का नाम यदा वर्षाणि तावन्ति प्राप्तानि येन विवाहार्थं योग्या जाता इति प्राप्तवयस्का सन्ध्या भगिनी समीचीनं वा अस्तु यदा प्राप्तवयस्का जाता तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत् चिन्तया आकुलः चिन्ताकुलः इति समस्तपदमस्ति यत्र शब्दद्वयमस्ति द्वयोः मध्ये प्रथमशब्दस्य विभक्ति लुप्ता तत्र समासः इति वदामः सत्यं तृतीयतत्पुरुषसमासः अस्ति चिन्ताकुलः अभवत् तदा सुवर्चला एव पितरम् उक्तवती पितः माम् अन्धाय अनन्धाय देहि इति तत् श्रुत्वा देवलः अवदत् पुत्री किमर्थम् उन्मत्ता इव वदसि इति सुवर्चला अवदत् पितः नाहम् उन्मत्ता इव वदामि सत्यमेव वदामि अस्तु अस्तु तर्हि अन्धः यः अन्धः नाम यः न पश्य न द्रष्टुं शक्यति शक्नोति यः द्रष्टुं न यः द्रष्टुं न शक्नोति सः अन्धः अनन्तरम् अग्रिमशतः अनन्धाय यः अन्धः नास्ति अन्धाय अनन्धाय देहि नाम ददातु मध्यमपुरुषस्य एकवचने त्वं देहि भवान् ददातु त्वं देहि इति अस्ति लोट्लकारः तत् श्रुत्वा देवलः अवदत् पुत्री किमर्थम् उन्मत्ता इव वदसि इति उक्तवान् उन्मत्तः नाम उन्मत्तः सन्ध्या भगिनी जानाति वा उन्मत्तः अस्तु अस्तु सुवत्सला अवदत् पितः न अहम् उन्मत्ता इव वदामि अहं सत्यमेव वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु अहम् एव तेषु योग्यं चिनोमि इति उक्तवती चिनोमि नाम चयनं करोमि त्वं यथा वदसि तथा इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान्। त्वं यथा वदसि तथा इति उक्त्वा देवलः, तत्र प्रत्येकं शब्दस्य विभक्तिः का इति वदतु। तादृशान् ऋषिकुमारान्, द्वितीया बहुवचनम्, आनेतुं तुमनन्तप्रयं, सर्वेभ्यः आश्रमेभ्यः, पञ्चमी सर्वेभ्यः आश्रमेभ्यः पञ्चमी, शिष्यान् द्वितीया बहुवचनं, प्रेषितवान्। देवलस्य प्रभावं सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः तां परिणेतुम् आगताः। देवलः तान् सर्वान् अत्र किमपि नूतनमस्ति, परिणेतुं नाम इत्युक्ते विवाहं कर्तुम्। अत्र सुवर्चलायाः ख्यातिः नाम ख्यातिः जानाति वा, प्रसिद्धिः, ख्यातिः। देवलः तान् सर्वान् विधिवत् सम्पूज्य पुत्रीम् अवदत्। पुत्री, एतेषु योग्यं वरय। देवलः तान् सर्वान् विधिवत् नाम विधिवनुसारं विधिवत् सम्पूज्य सम्मानं कृत्वा पुत्रीम् अवदत्। पुत्री, एतेषु योग्यं वरय, तस्मै ऋषिकुमाराय त्वां दास्यामि इति। एतेषु योग्यं वरय, वरय नाम परिणयं करोतु, विवाहं करोतु। सत्यं, वरय, अत्र लोटकारः मध्यमपुरुषः एकवचनं वरयति, वृणोति इति अस्ति। अत्र वृणोति एकः अर्थः अस्ति चयनं करोति, द्वितीयः अर्थः अस्ति विवाहं करोति। अग्रे, तस्मै ऋषिकुमाराय त्वां दास्यामि इति। अत्र वृ इति धातुः अस्ति, वृ धातुः, तत्र भुआदिगणे वरति, तत्र वृणोति वृणुते इति अपि अस्ति, तत् यथा शक्नोति वृणोति, अपि च दशमीगणे तत्र वर्यति, अतः वरति वृणोति वृणुति वृणाति अपि अस्ति, यथा क्रीणाति, तत्र वृणोति इति पञ्चमीगणे अस्ति, स्वादिगणे वृणोति, वृणाति इति क्रियादिगणे वृणाति, दशमीगणे वर्यति, अर्थः समानः सर्वत्र, चयनं करोति, चयनम्। अत्र दश वस्तूनि सन्ति, अहम् एकं यत्र यत् अहं मह्यं रोचते अहं स्वीकरोमि इति न, दश सन्ति, अत्र किं किं स्वीकरोमि, ओ एतत् चयनं करोमि। अत्र विवाहे अपि तस्य प्रयोगः बहु भवति, दश पुरुषाः सन्ति, तत्र किं पतिः पतिम् इच्छति, सुवर्चला तान् दृष्ट्वा उक्तवती, भवत्सु यः अन्धः अस्ति, अनन्दः अस्ति तस्मै पिता मां दास्यति इति. ऋषिकुमाराः तस्याः वचनं श्रुत्वा विस्मिताः जाताः. विस्मिताः नाम विस्मिताः. आश्चर्यमिति जानाति वा? आश्चर्यं विस्मयः. विस्मयः इत्युक्ते आश्चर्यं. जाताः. ततः सर्वे परस्परं मुखं दृष्ट्वा असन्तोषेण देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. निन्दति विस्मितवती. अतः अतं विस्मितवती. निन्दा करोति इति तत्र वदामि. किं वदामः? सः पश्यतु, सः बहु असमीचीनम् अस्ति. समीचीनमस्ति चेदपि अहं वदामि निन्दा. बहु सम्यक् अस्ति. ततः सुवर्चला सन्तोषेण. तर्हि अतः नाम ततः सर्वे परस्परं मुखं दृष्ट्वा सर्वे सर्वानां सर्वेषां मुख्याः मुख्यं मुखान् प्रत्येकं जनस्य एक एव मुखः अस्ति, अतः मुखं सर्वेषां मुखं सर्वेषां सर्वेषां मुखम् इति वद. सर्वेषां शरीरं, सर्वेषां मनः, यतोहि प्रत्येकं जनस्य एक एव अस्ति. सर्वेषां मुखाः अथवा मुखान् इति वदामः नाम प्रत्येकं जनस्य बहवः मुखाः सन्ति. केवलं ब्रह्म एवमस्ति. अस्तु, ते मुखं पश्यन्ति स्म. आश्चर्यं. सा पुत्री वदति, अनन्दः अस्ति सः माम् तम् अहम् इच्छामि. तर्हि सर्वे न कोऽपि न अवगच्छति. सर्वे गच्छन्ति कटुवचनैः. कटुः इति तत्र अभ्यासपुस्तके अपि आसीत्. कटुः नाम आस्वादः अस्ति भोजनस्य. एवं करेला एव. सत्यं. ततः सुवर्चला सन्तोषेण पितृगृहे एव आसीत्. अस्तु, अग्रे न देव सन्ध्या भगिनी अग्रे पठतु वा प्रतिभा. अथ कदाचित् श्वेतकेतुः नाम न्यायविशारदः ऋषिकुमारः एतं वृत्तान्तं श्रुत्वा तत्र आगतवान्, यत्र देवलस्य आश्रमः आसीत्. सत्यं. तत्र न्यायविशारदः, विशारदः नाम विशारदः यथा कोविद, यथा कोविद कोविदः आसीत् खलु उपरि न्यायशास्त्रे कोविदः अति विशारदः न्यायविशारदः. अस्तु आगतवान् खलु. अस्तु अग्रे भगिनि अग्रे. ओ अहं पठामि. हा देवलः तं विधिवत् सम्पूज्य पुत्रीम् उक्तवान् उद्दालकस्य पुत्रः एषः श्वेतकेतुः महाराज्ञः अस्ति. एतं वरय इति. सुवर्चला तत् श्रुत्वा कुपिता अभवत्. कुपिता नाम तदा कुपिता कोपः इति जानाति वा? क्रोधः, क्रोधः जानाति खलु. अग्रे तदा श्वेतकेतुः ताम् अवदत् अहम् अन्धः अस्मि अनन्दः अपि अस्मि इति. तत् कथम् इति सुवर्चला अपृच्छत्. अग्रे श्वेतकेतुः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि शृणोमि जिघ्रामि वा. परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति नाहं नाहम्. अतः अहम् अन्धः, किन्तु मम कदापि संशयः न भवति. अतः संशयाभावरूपं चक्षुः मम अस्ति. अतः अहम् अनन्दः, एवम् अहम् अन्धः अनन्दः अपि इति. अवगच्छति वा? न. लक्ष्मी भगिनी साहाय्यं करोति वा? श्वेतकेतुः अवदत् परमात्मनः कारणात् एव जीवात्मा अहं पश्यामि शृणोमि जिघ्रामि वा. परमात्मनः कारणात् पञ्चमी विभक्ति. तस्य कारणात् परमात्मनः कारणात् एव जीव परमात्मनः इति पञ्चमी अपि षष्ठी अपि अस्ति, किन्तु अत्र षष्ठी अस्ति. स्पष्टीकरोतु. परमात्मनः कारणस्य एव अहं जीवात्मा. नावगच्छति वा? अवगच्छामि. तर्हि वदतु. लज्जा अस्ति वा? अस्तु महोदय वदतु. तस्याः लज्जा अस्ति. भवान् वदतु. परमात्मनः कारणात् एव अहं पश्यामि शृणोमि जिघ्रामि. स कारण इत्युक्ते नाम घ्राणं करोमि. अन्धः सरलीकृत्य वदतु जीवनं करोमि अहं यत्किमपि करोमि नाम अहं जीवामि अहं पश्यामि शृणोमि यत्किमपि करोमि तस्य मूलकारणं परमात्मा एव परमात्मा एव चक्षुः परमात्मा वस्तुतः सः एव पश्यति अहं किं करोमि सः परमात्मा एव करोति नाहम् अहं न करोति परमात्मा एव करोति अतः अहम् आनन्दः अन्धः अहम् अतः अहम् अन्धः यतोहि अहं न पश्यामि सः पश्यति अहं न पश्यामि अन्धः किन्तु मम कदापि संशयः न भवति अहम् अन्धः इति अहं संशयः न भवति नाम अहं वास्तवे अहम् अन्धः अथवा अहम् अन्धः नास्मि कस्मिन् विषये संशयः नास्ति अन्धः तस्मिन् विषये संशयः नास्ति संशयः नास्ति अहं जानामि अहम् अन्धः इति अस्मिन् विषये संशयः नास्ति अतः संशयाभावरूपं चक्षुः मम अस्ति संशय अभावरूपं चक्षुः मम अस्ति अतः चक्षुः नेत्रम् अतः अहम् आनन्दः संशय अभावरूपं चक्षुः मम ज्ञानचक्षुः अस्ति अतः अहम् आनन्दः अन्धः न एवम् अहम् अन्धः आनन्दः अपि अस्तु सन्ध्या भगिनी आगच्छति वा अहं चिन्तितवती अन्धः यः अन्धः सः न पश्यति इति तु सत्यम् इति तु सत्यम् तर्हि अनन्दयः अन्धः यः द्रष्टुं न शक्नोति अनन्दः यः द्रष्टुं शक्नोति यः अन्धः नास्ति तर्हि सः किम् इच्छति कः पुत्री सुप्रभगिनी शिवपा पुत्री उक्तवती यः अन्धः अपि अस्ति अनन्दः अपि अस्ति तं परिणेतुमिच्छामि तस्य अर्थः कः सन्ध्या भगिनी वदति वा न न तथा न वदति सुभचला वदति अहम् इच्छामि पतिं यम् अन्धः अस्ति आनन्दः अपि अस्ति तर्हि सः द्वौ न क्षम्यतां सा द्वौ गुणौ एकं पुरुष नो एकस्मिन् पुरुषे इच्छति सः इच्छति यत् तस्य पतिः अन्धः भवति आनन्दः अपि भवति अत्र अन्धः नाम आनन्दः नाम आनन्दः नाम अन्धः नाम किम् अन्धः यः न पश्यति यः न द्रष्टुं शक्नोति सः अन्धः किन्तु अत्र नाम कथायां विशिष्टार्थः उक्तः श्वेतकेतुः उक्तवान् अहं मम आत्मान् न दृष्टवान् अतः अहम् अन्धः अस्मि किमर्थम् अन्धः किन्तु तस्य आत्मनः न न द्रष्टुं शक्नोति ओ न न दृष्टवान् एव भवति साहाय्यं करोति वा साहाय्यं करोति वा अथवा लज्जा इदानीमपि अस्ति लज्जा अस्ति वा अस्तु वदतु संस्कृति अनुवदनेन कष्टं क्लिष्टमस्ति न कस्यापि कष्टः केवलं न जानाति तस्य आत्मनः न जानाति स्वस्य आत्मनः न जानाति तर्हि अत्र किं लिखितमस्ति कुत्र अत्र लिखितं परमात्मनः कारणादेव जीवात्मा अहं पश्यामि शृणोति अशृणोमि जिघ्रामि वा परमात्मा एव चक्षुः वस्तुतः स एव पश्यति इति अर्थः अस्ति तस्य अर्थः कः परमाक्षुः अहं न पश्यामि परमात्मनः कारणात् एव अहं द्रष्टुं शक्नोमि नाम अहं परमात्मनः कारणात् एव पश्यामि शृणोमि अथवा जिघ्रामि एतानि सर्वाणि कर्तुं शक्नोमि परमात्मा एव चक्षुः इति वयं पठितवन्तः सत्यम् इदानीं किञ्चित् वदतु भगिनि मयि परमात्मा अस्ति सः एव पश्यति अहं न पश्यामि अतः अहम् अन्धः अतः अमन्दः नाम मयि स्वस्य दर्शनस्य क्षमता नास्ति सामर्थ्यं नास्ति मम स्वस्य अतः अहम् अन्धः द्रष्टुमेव न शक्नोमि केवलं मयि परमात्मा अस्ति सः पश्यति अहं किमपि न पश्यामि अतः अहम् अन्धः अस्मि सन्ध्या भगिनी सत्यं नाम किन्तु अहं जानामि यत् अहं स्वयं न पश्यामि अहं जानामि यत् परमात्मा एव पश्यति अहम् अतः अहम् अन्धः नास्मि अनन्दः एतत् सर्वम् अहम् अवगच्छामि सन्ध्या भगिनी अवगच्छति वा भवती वदतु यः सः उक्तवान् यः भगवान् यः परमात्मा जानाति सः अन्धः नास्ति परन्तु यदि संशयः अस्ति स आनन्दः अस्ति यदि संशयः अस्ति संशय इत्युक्ते संख्या शङ्का यदि शङ्का अस्ति आनन्दः अस्ति अपि न साहाय्यं करोतु एतावत् सा न अवगच्छति इति मम विश्वासः जातः अन्धः आनन्दः नाम भवती जानाति वा या पुत्री अस्ति सा वदति यत् यः अन्धः अपि अस्ति आनन्दः अपि अस्ति तम् अहम् इच्छामि अन्धः नाम आनन्दः नाम किन्तु तस्य तस्याः अर्थौ एकदृश अस्ति श्वेतकेतोः तस्य अर्थौ भिन्नौ स्तः अस्य अग्रे गच्छेम कथां समापयामः अतः संशयाभावरूपं चक्षुः मम अस्ति अतः अहम् अनन्तः एवम् अहम् अन्धः अनन्तः अपि इति श्वेतकृतेः उत्तरेण सुवत्सला नितरां सन्तुष्टा अभवत् सा तु सन्तुष्टा अस्ति अतः यः नाम न्यायशास्त्री गोविन्दः सः यत् उक्तवान् तत् सन्तोषजनकमासीत् मतभेदः नास्ति सा पितरम् अवदत् पितः एषः मह्यं रोचते मया एषः वृतः अस्ति माम् एतस्मै ददातु इति देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान् सुवर्चला श्वेतकेतोः सहधर्मचारी अभवत् तौ दम्पती दीर्घकालं यावत् सुखेन गार्हस्थ्यम् आचरितवन्तौ एतस्मिन् पाठे कानिचित् अव्ययानि वर्णाक्षरैः दर्शितानि सन्ति अस्तु तर्हि इदानीम् अन्धः नाम कः आनन्दः नाम कः इति स्पष्टः अस्ति न वा अन्धः यः अन्धः अस्ति सः कथं वदामि मायाय तस्य भ्रमरी न भवति सः अन्धः माया सः मायया तस्य भ्रमः न सत्यं सत्यं अनन्दः न अन्धः अस्ति यः प्रमाणं न पश्यति सः अन्धः अस्ति अन्धः सन्ध्या भगिनी किं वदति भवती पुत्री पिता च सन्तोष्ट भवति अतः श्वेतकेतुः महान् भक्तः नाम अत्र अन्धः इत्युक्ते कः अन्नन्दः इत्युक्ते कः इति वदति वा मम मनसि स्पष्टता नास्ति इदानीमपि महोदय वदति वा श्वेतकृतु यः पश्यति तत् जीवात्मा परमात्मकारणेन पश्यति इति कारणे चेत् अन्धः अस्ति श्वेतकेतु परन्तु ज्ञानम् अस्ति किमर्थम् अन्धः किञ्चित् इतोपि वदतु श्वेतकेतु यः पश्यति तत् परमात्मकारणेन पश्यति तत्कारणेन श्वेतकेतु अन्धः भवति नाम स्वयं न पश्यति स्वयं द्रष्टुं न शक्नोति इति वक्तव्यमस्ति स्वयं द्रष्टुं किमपि स्वयं द्रष्टुं न शक्नोति यतोहि इदं शरीरं मम नास्ति एतत् सर्वम् अस्मिन् लोके यत्किमपि अस्ति तत् मम नास्ति किमपि मम नास्ति नेत्रमपि मम नास्ति नेत्रं परमात्मनः नेत्रं मम नास्ति अतः अहं स्वयं किमपि द्रष्टुं न शक्नोमि यत्किमपि क्रियते यत्किमपि भवति अस्मिन् लोके तत्तु परमात्मना भवति न तु मया इति कारणतः स्वयम् अन्धः अस्मि सन्ध्याभगिनी वदति वा अस्तु आनन्दः परन्तु एतत् ज्ञानं भवति इति कारणेन आनन्दः अस्ति सः एतत् सर्वं अहम् अन्धः अस्मि इति सः स्वयम् अवगच्छति. सः जानाति यत् परमात्मा सर्वम् इति तु जानाति सः. अतः सः वदति यत् अतः अहम् अनन्दः, अन्धः अपि अस्मि आनन्दः अपि अस्मि, यतोहि इदं ज्ञानमस्ति मयि. अवगच्छति वा भगिनि? इदानीं भवती वदतु. सः स्वस्य शरीरं द्रष्टुं न शक्नोति. न न न न स्वस्य शरीरं द्रष्टुं न शक्नोमि इति न. सहायं करोतु. सः जानाति, श्वेतकेतुः जानाति यत् तस्मै सः स्वयं न द्रष्टुं शक्नोति परमात्मः कारणम् अस्ति, कारणम् अस्ति यतः यत् श्वेतकेतुः पश्यति. तर्हि एवं सः जानाति यत् स्वयं कारणं नास्ति, परमात्मन् एव कारणम् अस्ति यत् यत् श्वेतकेतुः जीवति, श्वेतकेतुः निद्रति, जागर्ति एव एवं सर्वं भवति यतः परमात्मनः सर्वं करोति. सत्यं. सन्ध्या भगिनी, इदानीम् अवगच्छति वा? नाम भवत्याः यत् नेत्रमस्ति भवती अपि द्रष्टुं शक्नोति, वयं सर्वे द्रष्टुं शक्नुमः एकदृष्ट्या, किन्तु अपरा दृष्ट्या यत् नेत्रं भवत्याः नेत्रद्वयमस्ति, मम नेत्रद्वयमस्ति, किन्तु एतत् नेत्रद्वयम् अहं क्रीतवान् वा अथवा निर्मितवान् वा अथवा कथञ्चित् एतत् नेत्रं मम श्रेयः वा न, खलु? अहं किमपि न कृतवान्. एकस्मिन् दिने अस्मिन् शरीरे अहम् आगतवान्, किन्तु एतत् शरीरं मया न निर्मितमस्ति, एतत् नेत्रमपि मम नास्ति, अतः वस्तुतः अहम् अन्धः इति अर्थः. सः किमपि नाम वयं सर्वे असमर्थाः किमपि कर्तुम् असमर्थाः स्वयं वयं सर्वे इति आध्यात्मिकी शिक्षा अस्ति. वयं सर्वे असमर्थाः किमपि, किमर्थं स्वस्य बलात् वयं किमपि कर्तुं न शक्नुमः. दर्शनं नाम पश्यति इति एकम् उदाहरणमस्ति, तावदेव एकम् उदाहरणमस्ति. अहं कार्यानमपि चालयितुं न शक्नोमि, अहं वैद्यकार्यमपि कर्तुं न शक्नोमि, अहं किमपि कर्तुं न शक्नोमि, अपि द्रष्टुमपि न शक्नोमि, यतोहि सर्वं तस्य एव परमात्मनः, मम तु किमपि नास्ति. अतः यः किञ्चित् ज्ञानी अस्ति आध्यात्मिकदृष्ट्या, यः ज्ञानी अस्ति सः अवगच्छति यत् अस्मिन् लोके अहं किमपि न करोमि, परमात्मा सर्वं करोति, अहं किमपि न करोमि, अतः अहम् अन्धः, यतोहि दर्शनकार्यमपि मम नास्ति. किन्तु अहम् एतत् तथ्यम् इत्युक्ते फ्याक्ट्, अहम् एतत् तथ्यम् अहं जानामि इति कारणतः अहम् अनन्दः, नाम अन्धः नास्मि. बहवः जनाः एतत् सर्वं न जानन्ति, अतः ते अन्धकारे सन्ति, ते अन्धाः. अहम् अन्धः अपि अस्मि, किन्तु अनन्दः यतोहि तथ्यं, वास्तविकस्थितिम् अहं जानामि, अतः अनन्दः. अतः नाम पुत्री बुद्धिमती अस्ति, सः वदति यत् यस्य आध्यात्मिकं ज्ञानम् अस्ति अस्ति तेन सह अहं विवाहं कर्तुं शक्नोमि, नो चेत् न. स्पष्टमस्ति न वा? अस्ति. अस्तु अस्तु, तर्हि कथा अस्माभिः पठिता. इदानीम् अव्ययानि सन्ति, अव्ययानि एतत् इमानि अव्ययानि वयं जानीमः खलु, अत्र कति अव्ययानि सन्ति. अस्तु पश्यामः, अत्र अपि इति जानीमः खलु, अपि अनन्तरं यदा तदा जानीमः, यथा तथा अपि जानीमः, अग्रे अस्ति यत्र तत्र इति जानीमः खलु, अनन्तरमस्ति तावदेव, अपेक्षया अपेक्षया अपि जानीमः, अनन्तरं किन्तु, एतत् सर्वं नाम किमपि नूतनमस्ति. अतः भवन्तः सर्वे पठन्तु, सर्वं कुर्वन्तु गृहपाठरूपेण, अनन्तरं श्लोकान् वयं मिलित्वा करिष्यामः. कथं, सम्यक् वा? सर्वे कुर्वन्तु, सर्वं कुर्वन्तु. श्लोकाः केचन केचन श्लोकाः सन्ति, तान् पठिष्यामः. अनन्तरं केचन यत्र कठिनवाक्यानि सन्ति तत्र मिलित्वा करिष्यामः, निश्चयेन प्रायशः खलु अपेक्षया. एतत् सर्वं एकस्यां कथायां मया एषः वृतः अस्ति. वृतः, वृतः नाम वरयति इति, विवाहं करोति इत्यस्य कृतान्तरूपमस्ति. यथा करोति इति कृत, पठति इति पठित, पुस्तकं मया पठितमस्ति, कार्यं मया कृतमस्ति. वृतः नाम चितः अस्ति, नाम इत्युक्ते चयनं कृतः, वृतः चयनं कृतः, वृतः. अत्र कथायां वृतः, मया एषः वृतः, एषः नाम एषः पुरुषः, वृतः नाम हा चितः, चयनं कृतः. अस्तु समीचीनं वा? अव्ययविषये सर्वे पठन्तु, सर्वाणि वाक्यानि पठन्तु. अत्र किञ्चित् कर्तुं शक्नुमः अग्रिमे सप्ताहे, यतोहि अत्र शास्त्रीयवाक्यानि सन्ति इति सत्यं, किञ्चित् द्रष्टुं शक्नुमः. किन्तु प्रयत्नं कुर्वन्तु, सर्वं सर्वं पठन्तु. अत्र शब्दकोशः अपि अस्ति आन्लैन्, भगवद्गीता अपि अस्ति सर्वेषां कृते, सर्वेषां पार्श्वे. अतः सर्वं कुर्वन्तु, अनन्तरं यत् यत् यत्र यत्र प्रश्नाः सन्ति किञ्चित् करिष्यामः. अपि च अग्रिमे शनिवासरे तत्र शिबिरमस्ति, तत्र गच्छामि, अतः अग्रिमे सप्ताहे वर्गः न अस्ति. तदनन्तरम् अस्तु, धन्यवादः. न शिबिरमस्ति, गते सप्ताहे गते वर्षे भवती आगतवती शिबिरम्, अस्मिन् वर्षे आगच्छति वा? न, किन्तु अहं तत्र गत्वा पाठयामि, अतः तत्र शिबिरे अहं तत्र हलन्तशब्दाः, अनन्तरं शत्रुपते अन्ताः, शत्र अनन्तरं तत्र धातुविषये किञ्चित् पाठयिष्यामि, अनन्तरं दशगणाः, दशगणानां विषये. दशगणानां करपत्रं जलपत्रे? अवश्यम् अवश्यम् अस्ति अस्ति. अस्तु, अहं तत्र मम मह्यं तत्र प्रेषयतु पत्रम्, अहं लिङ्क् दास्यामि. अनन्तरं भाषापाकः इति किञ्चन पुस्तकमस्ति, भाषापाकः भाषापाकः इति एकं पुस्तकमस्ति, तस्मात् किञ्चित् अपि. अस्तु तर्हि धन्यवादः धन्यवादः.